नमस्कारः. अद्यतनकरपत्रं वर्तते प्रेरणार्थे निच् विशेषहलन्तदातवः इति. करपत्रस्य अन्तिमभागः यत्र पुनः महोदयेन किं धातुद्वयं पुनः कारितं, किं क्नुयिक्ष्मायि इति. आमां वयं पुनः दृष्ट्वा शीघ्रमेव दृष्ट्वा अग्रे सरेमः सरेम. अस्तु, मणिमहोदय आरम्भं करोति किं महोदय? तत् केवलम् अस्माभिः पृष्टवान् वयं न पठितवन्तः पुनः. ओ एवं किम्? अस्तु, तर्हि महोदय शीघ्रं सारांशरूपेण वदतु महोदय. अस्तु महोदय, चमाय धातुः अत्र नुयि इत्यस्य अर्थः आर्द्रः दुर्गन्धं करोति इति अर्थः. चमायि इत्यस्य द्वयोः अपि बाधगणः भवति. निरन्तरानुभवस्य अनन्तरं चमायि अर्थः कम्पतयति. अनन्तरम् अर्ति रिलीव् नीयु चमाय तां पुङ्नोति सूत्रेण ऋति रुलि रीक्नु चमाय एभ्यः धातुभ्यः अपि आकारान्तधातुभ्यः अपि उपकारः भवति अत्र. अनन्तरं पुगन्धलभुस्य इति सूत्रेण यत्र अन्ते पकारः अस्ति अत्रापि उभधायाम् इकवर्णः वर्णः लघु इकवर्णः अस्ति चेत् अपि अत्र गुणः भवति इति. अनन्तरं लोपोवेरुवळि इति सूत्रेण यत्र वकारः अस्ति वकारः यकारः अस्ति चेत् तस्य लोपः भवति. पूर्वं विद्यमान वकार अवल् प्रत्याहारे पूर्वं विद्यमानयोः वकारयोः यकारयोः लोपः भवति इति. अनन्तरं तदेव नुयि धातु हितमति चेत् अतः पुगामः अति रिलिवलि चमायतां पुग्नोति सूत्रेण पुगामः पुगामकित्तस्य अतः धातु परे भवति. नु इति एव एकारः लोपो भवति. अनन्तरं क्नूप् इति योः इ पुगन्धलोपदेशेन गुणो भवति अथवा क्नोपि इति. अनन्तरम् इति सनातनधातौ इति अतः अन्तिमरूपं शपः तिङ् प्रत्ययोजनेन क्नोपयति इति. तदेव चमायि इति धातु अपि निष्प्रत्ययः उगागमः लोपोवेरुलि इति जना अत्रापि लोपवति अकारः. च्मा इति अकारः ईकारयोजनेन च्माप् इति. च्मापि सनातनधातवः. अनन्तरं चापयति इति तिङ्गन्धरूपं. भवादिगणेषपि अकारः वल्प्रत्ययः नास्ति चेत् अकारः अपि वलि नास्ति अतः यकारः लोपं भवति. यदा अकारः यकारः परे अस्ति चेत् वल् वर्णः अस्ति चेत् एव लोपो भवति. अकारः अस्ति चेत् तत् लोपः अतः कुणुयते स्मायते इति रूपमाणि भवन्ति. तदेव महोदय, धन्य. आं महोदय, धन्यवादः महोदय. अधिककार्यम् आसीत् खलु, अधिककार्याणि न सन्ति खलु तत्र. पुकागमः अनन्तरं लोपोव्योर्वलि इत्यपि कार्यं भवति. अनन्तरं नूतनधातु स्वीकुर्मः अत्र. अस्तु भगिनि, अस्तु महोदय, क्षम्यताम्. अग्रे सस्वत्वम् इति अस्ति, अदन्तदातवः इति. अत्र किम् इत्युक्ते सारांशरूपेण वदामि चेत् केचन अदन्तदातवः सन्ति, दशमगणे चुरादिगणे एव सन्ति इति सर्वे. खत गृह गण क्षिप इति चुरादिगणस्य विषये यथा अस्माभिः अतीतं पठितं तदा अस्माभिः समानकार्यं तत्रापि भवति खलु. तत्रापि निच्विधानं भवति, स्वार्थे निच्विधानं भवति. तत्रापि समानकार्यमेव वर्तते, तदेव कार्यं पुनः अत्रापि आयाति. केवलं भेदः कः इत्युक्ते प्रेरणार्थे निच् स्वार्थे निच् नास्ति, प्रेरणार्थे निच् अस्ति इत्येव विषयः. तर्हि किं भवति इत्युक्ते, सामान्यतया अस्माकम् अफट इति अदन्तं किमपि अस्ति चेत् सामान्यतया स चकारः तु अजनुनासिकवर्णः भवति खलु, इति कृत्वा तस्य लोपः भवति. अत्र किम् इत्युक्ते, यः अकारः अन्ते अस्ति खत इत्यस्मिन्, सः अकारः तु उपदेश अजनुनासिकः ककारः नास्ति, साक्षात् अकारः अस्ति इति कृत्वा, अनजनुनासिक अकारः अस्ति इति कृत्वा तस्य लोपः न भवति, तर्हि खथ इति एव आयाति आदौ. अनन्तरं खथ योगः निश्चिति स्थितौ तत्र एकं सूत्रं वर्तते, अतो लोपः इति एकं सूत्रं वर्तते, तत्र खत् इति भवति अन्तिमकारस्य, अनेन सूत्रेण लोपः भवति, न तु उपदेशे अनजनुनासिकः इति लोपः न भवति, किन्तु अतो लोपः इति सूत्रेण लोपः भवति. तदा तु रूपं स्वरूपं प्राप्नुमः, खत् इति स्वरूपं प्राप्नुमः. अधुना अत उपादायाः इति सूत्रस्य प्रसक्तिः अस्ति ननु, यत्र उपदा ह्रस्वकारस्य दीर्घत्वं वृद्धिः भवितुम् अर्हति किन्तु न भवति इति विषयः. तर्हि तस्य अवगमनार्थम् अत्र स्थानिवद्भावः इति विषयः वर्तते. यदि तद्वयम् अवगच्छामः, सः विषयः अस्माभिः अवगम्यते चेत् सरलं भवति. अत्र किमर्थं यद्यपि अन्तिमकारस्य लोपः भवति, तथापि किमर्थम् अतोपदायाः इत्यस्य कार्यं न भवति इति वक्तुं शक्यते, अस्माभिः अवगन्तुं शक्यते. तर्हि स्थानिवद्भावः इति प्रथमं पश्यामः, तत् पठित्वा अनन्तरं पुनः आगत्य आरम्भतः अत्र ह्रस्वत्वम् अदन्तदातवः इत्यस्मिन् विषये पश्यामः. अस्तु महोदय, सरला भगिनी पठतु. स्थानिवत् अत्र वयं यत्र, तर्हि अत्र स्थानिवद्भाव इत्युक्ते कः इति द्रष्टव्यम् इतः आरम्भ अभवत् मङ्गलवासरे. किं भगिनि, किं भगिनि? यस्य शाहो इति शाह् धातु इति न कृतवन्तः, केवलं स्थानीय वर्गी न कृतम् आसीत्, किं वर्गी न कृतवन्तः किम्? अस्तु अस्तु, तर्हि अस्ति. किन्तु अदन्तदातवः इति तत् अधीतं खलु, नास्ति चिन्ता, वयम् एकवारं पश्यामः भगिनि. आरम्भतः पठामः भगिनि, पठामि. स्थानिवद्भाव अस्मिन् पाठे स्थानिवद्भाव नाम क इति ज्ञास्यामः. आरम्भे प्रसङ्गः अस्ति शास् धातोः लोट् लकारस्य शास् योगः हि, तथा सम्पूर्णरीत्या स्थानिवद्भावसम्बन्धचिन्तनं क्रियते. शास् धातु शासु शास् परस्मैपदे अनुशिष्टौ अदादिगणस्य जक्ष्यादन्तगणे अस्ति. शास् धातो हि प्रत्यये परे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानिवद्भावबोधनाय उत्तमः अवसरः. स्थानिवद्भावः किम् अस्ति तस्य विवरणं प्रथमं लोट् लकारस्य शास् धातु आदाय इति महोदय लिखितवान्. शास् धातु इति अदादिगणे धातु अस्ति भगिनि, शास् धातु शासु शास् परस्मैपदे यदि लोट् लकारस्य प्रथमपुरुषे तु शासु इति भवति, कथं शासु शास्तु अस्ति साधु शासु शास् इति भवेत् परस्मैपदे अनुशिष्टौ. किं भगिनि, अत्र कः विषयः इति न अवगच्छामि. लोट् लकारे अहम् अदन्तस्य रूपाणि स्मरामि, तु ताम् अन्तु इति, किन्तु अनदन्त अदादिगणे धातु अनदन्तमङ्गमस्ति साधु. आं भगिनि, तस्य अहं विस्रमति कानि रूपाणि सन्ति लोट्लकारे? शासु इति किं प्रथमपुरुषस्य अस्ति एव? शासु उपदेशकधातुः अस्ति? शास्तु इति आं भगिनि, औपदेशिकधातुः एव अस्ति. तस्य किमस्ति, तस्य किमस्ति शास्ति शास्तु इति लौकिक, क्षम्यतां, किमस्ति इत्यनेन अतु इति भवति केवलम्. अत्र अन्ति इति नागच्छति. तस्य जक्षित्यादयः षट् इति सूत्रेण तत्र केवलं अति अन्ति इति न भवति, किन्तु अति इति आयाति. इति कृत्वा यथा दरिद्रा धातुः दरिद्राति दरिद्रितः दरिद्रति इति, तथा एव शास्ति अत्र पश्यामि शिष्टः शासति इति भवति रूपाणि, अति इति एव योजयामः. तुषार् साधु हि प्रत्यये परे किं कारणं? हि प्रत्यये मध्यमपुरुषे आगच्छति साधु लोट्लकारे, परस्मैपदी मध्यमपुरुषे. अनदन्तम् अस्ति तर्हि आगच्छति, यदि अदन्तम् अस्ति तर्हि तस्य लोपः भवति. सो परे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानीयबोधनाय उत्तम अवसरः. शाहो शास् धातोः स्थाने शाह् आदेशो भवति हि प्रत्यये परे. शाह् लुप्तप्रथमाङ्कं हौ सप्तम्यान्तं द्विपदं सूत्रं शास् इदङ्घलो इत्यस्मात् शासः इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं शासः साहौ. प्रथमम् उदाहरणं पठामि, अनन्तरं वदामि भगिनि. शास् योगैः शाहौ शाहि भूझल्भ्यो हेदि इत्यनेन झलैतभ्यधातुभ्यश्च हि स्थाने धि आदेश भवति, शाधि इति भवति. अस्तु, शाहु इति सूत्रमस्ति, शा आदेश भवति हि प्रत्यये परे. शा आदेश भवति हि प्रत्यये परे, हि इति प्रत्ययः अस्ति मध्यमपुरुष एकवचने. तस्य यदि परे अस्ति तो धातु शा भवति. शा लुप्तप्रथमा अङ्कं प्रथमा अङ्कं हौ सप्तम्यान्तं द्विपदं सूत्रं शास् इदङ्गहलो. चिन्तयतु भगिनि, केवलं पठतु, अनन्तरं वयं पश्यामः. ओके, सो शास् योगैः शाहो इति सूत्रेण हूचल्भ्यो हेधि इति सूत्रेण हि स्थाने धि आदेश भवति, शा इति झल् सकारस्य किं भवति भगिनि? शाहो इति सकारस्य लोपः भवति. शाहौ इत्यनेन आदेशः भवति खलु, शास् धातोः पूर्णते आदेशः भवति खलु, शा आदेशः भवति इति. सकारलोप न इति पूर्णतया शा शा भवति. अस्तु, शास्थाने शा आदेशः आगच्छति. तदनन्तरं भूचल्भ्यो हेति इति सूत्रेण हल्सन्धि कर्तव्यं, झलन्तभे धातुभ्यश हि स्थाने धि आदेशः भवति. सो शा इति आ झल् नास्ति न, आतो अच् अस्ति. सत्यं सत्यम्, आं तदर्थमेव वयं पश्यामः. आम्, समीचीनप्रश्नः भगिनी, अच् अस्ति, हल् नास्ति, तर्हि कुतः हूजल्भ्योर्हेति इति, कुतः सूत्रस्य प्रसक्तिः कुतः इति भगिन्याः प्रश्नः. समीचीनं, तदर्थमेव वयं इदं सूत्रं पठामः. इदानीम् चिन्तयामि, शा यदि आगच्छति तत् शा स्थानिवत् भवति, यदि शा स्थानिवत् भवति तदा तस्य द्वितीयभागमस्ति अनल्विदो इति यदि अस्ति हि झल् वर्ण अस्ति पूर्वं तस्य परे हि हकार अस्ति तस्य धि आदेश भवति हु झल्भ्यो यदि यदि यदि भवेत् सकार झल् वर्ण तो यदि शा इति झल्वत् भवेत् आकार झल्वत् भवेत् तो इति अल्विधि अल्विधि आगच्छति तत्र साधु द्वितीय यदि सूत्रं कार्यं अत्र प्रश्नः उदेति यत् किं सूत्रं प्रथमम् आगच्छेत् शाहौ षष्ठमध्यासे चतुर्थपादे पञ्चत्रिंशत् सूत्रम् अथवा हु झल्भ्यो हेदि षष्ठमध्यासे चतुर्थपादे एक अधिकम् एकशतं सूत्रम् अस्य अवगमनार्थं स्थानिवत् आदेशो अनल्विधौ इति सूत्रं सम्यक्तया बोध्यम् अग्रे पठामि वा ब्रह्म एतादृश अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्ति तुल्यबलविरोध इति भाष्यवाक्याने वाक्येन तुल्यबलविरोध अस्ति अतः विप्रतिषेधे परं कार्यम् इत्यनेन परं कार्यं भवति उज्झल्भ्यो हेदि इति परसूत्रं परन्तु पूर्वपरनित्या अन्तरङ्ग अपवादान अपवादानम् उत्तरोत्तरं बलीय इति परिभाषया परत्वाद् नित्यसूत्रं बलवत् अत्र बोध्यं यत् परसूत्रं परत्वात् एव बलवत् भवति तदपेक्षया पूर्वसूत्रं नित्यम् अस्ति ये चेत् तदेव बलवत् भवति अत्र परसूत्रं नित्यम् अस्ति न वा इति न द्रष्टव्यं तस्य अवसरः परत्वात् जातः एव अधुना पूर्वसूत्रम् एव नित्यम् अस्ति न वा इति द्रष्टव्यम् अत्र उज्झल्भ्यो हेदि षष्ठमाध्यास्य चतुर्थपादे एकशतम् अधिक एक अधिकम् एकशतं सूत्रं पूर्वं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति वा पुनः शाहौ षष्ठमाध्यास्य चतुर्थ पादे पञ्चत्रिंशत् सूत्रं पूर्वं सूत्रं भवति चेत् अनन्तरम् उज्झल्भ्यो हेति इत्यस्य कार्यं सम्भवति वा इति परिस्थितिः द्वयम् अस्माभिः परिशीलनीयम् उज्झल्भ्यो हेति इति परसूत्रं तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शास्योग हि उज्झल्भ्यो हेधि इत्यनेन हि शी स्थाने धि शास् योग धि अधुना शाहो इति सूत्रस्य प्रवर्तनात् नास्ति अतः स्थानिवद् भावेन अयं धि हि इव भवितुम् अर्हति न वा इति चिन्तनीयम् एतत् पर्यन्तं वदामि प्रथमम् अस्तु अस्माकं उदाहरणमस्ति शास् योग हि मध्यमपुरुषे एकवचने यदि वयं शाहौ इति सूत्र षष्ठमाध्यासे चतुर्थपादे पञ्चत्रिंशत् सूत्रं तस् पूर्वं कुर्मः तत्र किं भवति शाहौ अनेन शास् धातोः आदेश शा भवति हि परे शाहौ इति हौ इति सप्तम्या विभक्त्याम् अस्ति सप्तमी विभक्त्याम् अस्ति तो हि स्थाने हि परे अस्ति तस्य शा भवति हू झल्भ्यो हेदि तदनन्तरम् आगत्य झलन् स्थानी धि अस्ति शा तत्र अकार अस्ति किन्तु तदनन्तरम् अपि शाधि भवति तस्य प्रश्नः वदति कथम् आगच्छति यदि अचुवर्णः अस्ति तस्य पूर्वम् अचुवर्ण झल् प्रत्याहारे न आगच्छति तो तस्य प्रक्रिया किम् आगच्छति तत्र अत्र प्रश्नः वदति यत् किं सूत्रम् आगच्छेत् शाहो यदि द्वे सूत्रे एकस्मिन् काले एकस्मिन् स्थाने आगत्य तुल्यबलविरोध तत्र भवति, अन्यत्र अन्यत्र लाब्धक अवकाश अपि अस्ति. कः बलीय भव कः सूत्रं बलीयवान् भवति इति चिन्तनीय परसूत्रं वयं विपत्तिषेधे परसूत्रं कार्यम् इति यदि तद् बलवत् भवति तस्य अपेक्षा. सो इति कारणे हू चल्भ्योहेति यदि प्रथमं वयं कुर्मः. पर अन्यत्र अर्धलब्धावकाश एकत्र प्राप्ति तुल्यबलविरोध इत्यनेन विप्रतिषेधे परं कार्यं हू चल्भ्योहेति यत् परसूत्रम् अस्ति तस्य कार्यं पूर्वं भवति. परन्तु अन्य सूत्रं परिभाषासूत्रम् अस्ति यदि पूर्वपरनित्यातरङ्गापवाद उत्तरोत्तरं बलीय. पूर्वसूत्रस्य अपेक्षा परसूत्रं बलीय भवति यथा विप्रतिषेधि परं कार्यं. परसूत्रस्य अपेक्षा नित्यसूत्र बलीय भवति. नित्यसूत्रस्य अपेक्षा अन्तरङ्गसूत्रं बलीय भवति. अन्तरङ्गसूत्रस्य अपेक्षा अपवादसूत्रं बलीय भवति. सो अत्र स्थितिः का अस्ति इति परशीलनीयम् इति यदि कथं वयं जानीमः सूत्रं नित्यम् अस्ति वा न. यदि नित्यम् अस्ति तस्य कार्यं भव पूर्वं भवेत् तस्य तदापि अस्ति तस्य प्रसक्तिः अस्ति. कार्यस्य अनन्तरमपि प्रसक्तिः अस्ति तत् सूत्रं भवति नित्यं. हू जल्भ्यो हेति यदि पूर्वं भवति. पृष्ठा भगिनी पठति पृष्ठा भगिनी पठति धन्यवादः भगिनी पृष्ठा भगिनी पठति कूजल्भ्योर्हेदि इति सूत्रम् एकनिमिष क्षम्यतां म्यूट् अस्मि. ह्यूजल्भ्यो हेर्दिः तत् सूत्रं पठामः इति परसूत्रं. तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शास् योगः हि ह्यूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि आदेशः शास् योगः धि अधुना शाहै इति सूत्रस्य प्रवर्तनार्थं हि नास्ति. अतः स्थानिवद्भवेन अभावेन अयं धि हि इव भवितुम् अर्हति न वा इति चिन्तनीयम्. स्थानिवद्भावेन अयं धि हि इव इति वदनेन किं भगिनि अत्र कृताकृतप्रसङ्गः भवति खलु. यदि प्रथमं कुर्मः चेत् किं भवति, अनन्तरं कुर्मः चेत् किं भवति इति चिन्तनं तदेव अधुना कुर्मः. तर्हि यदि पूर्वं भवति चेत् शाहौ इत्यस्य कार्यं भवति वा, पुनः शाहौ पूर्वं भवति चेत् अनन्तरं पूजल्भ्योहे इति कार्यं भवति वा इति चिन्तनं भवति खलु. तत् तदर्थं यदि प्रथमं भूजल्भ्योहेद इति तु परसूत्रमस्ति, तर्हि तद् प्रथमं भवति चेत् प्रतिषेधे परं कार्यम् इति प्रथमं भवति चेत् किं भवति स्थितिः, अस्माकं स्थितिः इति स्थितौ पूजल्भ्योहेति तेन हि स्थाने धि आदेशः भवति. अधुना शाहौ इति सूत्रस्य कः अर्थः कः, शास् धातोः आदेशः भवति हि परे इति. अधुना तु हि नास्ति, धि आगतं. तर्हि हि धि समाना किम् इति प्रश्नः आगच्छति. तत्रैव अस्माकं स्थानिवद्भावः इति चिन्तनम् आयाति. अधुना स्थानिवद्भावस्य चिन्तनं प्रवर्तते. इत्यस्य स्थाने यत्र धि इति आगतं तर्हि हि धि समानं वा इति प्रश्नः वा इति चिन्तनीयं. अवगतं. शाहौ पूर्वं भवति चेत् शाहयोग हि शाहौ इति सूत्रेण शाहयोगः हि. अधुना हू जल्भ्यो हेर्भिः इति सूत्रस्य प्रवर्तनार्थं जल् प्रत्याहारे स्थितः सकारः नास्ति. अतः स्थानिवद्भावेन अयं शास् इव भवितुम् अर्हति न वा इति चिन्तनीयम्. अस्तु अस्तु, तद् द्वे अपि कार्यं आगतं वा इति चिन्तनीयम्. अस्तु अस्तु, तर्हि अत्र स्वानिवद्भावः इत्युक्ते कः इति द्रष्टव्यम्. स्थानिवद् आदेशोन् नल् विधौ इति सूत्रे भागद्वयम् अस्ति. आदेशः स्थानिवद् भवति, नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति. कश्चन विधि द्वितीय भागं कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् हा अस्तु अस्तु, अपि च तस्य विधिः स्थानि सम्बद्धवर्णम् आश्रित्य प्रवर्तनीयः इति चेत् आदेशः स्थानिवत् न भवति. अस्तु अस्तु, अल्वर्णम् आश्रित्य प्रवर्तनीयः. बहु सरलं वर्तते, बहु सरलं, भ्रमः एव मास्तु. अत्र किं वदति, स्थानिवद् आदेशः इति प्रथम आदेशः तु स्थानिवद् भवति इति सामान्यवाक्यमस्ति खलु. यत्र कुत्रापि आदेशः भवति, एकस्य धातोः स्थाने कस्मिन्नपि अन्यशब्दः आयाति. उदाहरणार्थं वयं पूर्वं पठितवन्तः खलु, पाघ्राद्मा इति सूत्रं पठितवन्तः. तत्र तु पा इति धातोः पिबति इति अर्थे अस्ति खलु. पा धातोः स्थाने यत्र क्षितिपरे पिभ इति आदेशः भवति, तर्हि पा इति तस्य तु धातुत्वम् अस्ति खलु, धातुः अस्ति. तर्हि यत्र पिब इति पादातोः स्थाने आगच्छति पिब इति शब्दः, तर्हि पिब इति अपि धातु संज्ञा प्राप्नोति. तस्य सर्वे पादातोः ये गुणधर्माः सन्ति ते सर्वे गुणधर्माः पिब तथा अस्ति. प्रथमवाक्यं तथा अवगच्छामः, अनन्तरं किं वदति, किन्तु अत्र निषेधः अपि अत्रैव अस्ति. निषेधकस्य अत्र अनल् विधौ इति उक्तमस्ति. यदि अनल् विधौ, अल् विधिः इत्युक्ते किम्, अल् इत्युक्ते वर्णः, यत्किमपि वर्णः भवतु अल् इति वदामः, अल् प्रत्याहारे वर्तते खलु. तर्हि अल् इत्युक्ते यः कश्च यः कोऽपि वर्णः भवतु, तादृशम् अल् विधिः इत्युक्ते अल् आश्रितं यत्किमपि विधिकार्यं. विधिकार्यम् इत्युक्ते किम्, आदेशः आगमः लोपः इत्येव विधि इति वदामः खलु. तर्हि अल् आश्रितं यत्किमपि विधिकार्यं भवति चेत् अत्र अनल् विधौ इत्युक्ते अल् विधिकार्यं मा भवतु. अल् विधिः इत्युक्ते अत्र तु विषयसप्तमी अस्ति. यत्र अल् विधिकार्यं भवति तत्र तु स्थानिवद् आदेशः स्थानिवद् भवति. किन्तु यत्र अनल्विधिकार्यं भवति चेदेव, अल्विधिकार्यं यत्र भवति तत्र तु आदेशः स्थानिवद् न भवति इति. अल्लाश्रितं कार्यं चेत् वर्णनिमित्तिकं कार्यम् अस्ति. उदाहरणम् आङ्ग्लभाषया वदामि, केवलम् अस्य यत्किं यद्यपि वयं पूर्वं पठितवन्तः तथापि भ्रमः अस्ति इतोपि इति कृत्वा अहं वदामि. अस्तु, अहं वदामि, अहं तु एकं वाक्यं लिखामि. अहं तु अद्य अहं रसं पचामि इति वदामि खलु. भोजनार्थं क्वथितं पचामि इति वदामि. अत्र अधुना आङ्ग्लभाषया अहं परिवर्तयामि चेत् ऐ मेड् साम्बार् इति ऐ कुक्ड् साम्बार् इति अहं वक्तुं शक्नोमि खलु. आर् ऐ मेड् साम्बार् इति वक्तुं शक्नोमि. यदि अहम् ऐ मेड् साम्बार् इति न वदामि, मेड् इत्यस्य अपेक्षया अहम् ऐ प्रिपेर्ड् साम्बार् इत्यपि वक्तुं शक्नोमि खलु. तदपि समीचीनं, समानेव अर्थः अस्ति. किन्तु यदि अहं वदामि यत्र any you have to use a verb that starts with C. If my rule was saying I have to use a verb starts with C, can I use I made? I cannot use a verb made, right? It has to be cooked or something similar to cooked with a verb that starts with C. I cannot just go ahead and replace cooked with a made, right? I cannot just blindly replace that. So likewise, atra kin madati itikte adeshah sanivad bhavati. स्थानिनः सर्वे गुणधर्माः प्राप्नोति, किन्तु यत्र अल्लाश्रितं विधिः भवति चेत् तस्य न भवति इति, अनल् विधौ इति. इत्युक्ते अल्लाश्रितं कार्यमस्ति चेत् तस्य न भवति, किन्तु अल्लाश्रितं कार्यं नास्ति चेत् तस्य आदेशस्य स्थानिवद्भावं प्राप्नोति इति, आदेशः स्थानिवद् भवति इति. इत्युक्ते यत्किमपि निमित्तं भवतु, यदि तत्तु वर्णाश्रितं निमित्तम् अस्ति चेत्, उदाहरणार्थम् अजादि इति चिन्तयामः चेत्, नो चेत् अजादि ककार जल् आदि इति पश्यामः चेत्, नो चेत् तादृश यत्किमपि एकं वर्णम् आश्रित्य केवलं दातुम् अपेक्षते इति चिन्तयामः चेत्, उदाहरणार्थं पिब पादातुः पायोगः शप् योगः ति इति अस्ति. तत्र तु तस्य प्रक्रियायां धातुत्वं पा इत्यस्य धातुत्वमेव अपेक्षते. पा योगः द्वादिगणीयधातुः इति एव अपेक्षते. पा धातोः स्थाने यत्र पिब इति आगच्छति, तदा तु पिब इति शब्दः पादातोः सर्वे गुणधर्माः करोति इति कृत्वा, गुणधर्मान् स्वीकरोति इति कृत्वा पिब इति अपि समानमेव भवति. पादातोः समानं भवति इत्युक्ते सः तस्यापि भुवादिगणस्य धातु इव प्रवर्तते इति शब्दः. अनन्तरं धातुसंज्ञा अपि भवति. भगिनि, पिब यदि आगच्छति तत्र पिब कार्यम् अनल्विधि भवति, तत् अल्विधि न भवति साधु, तत्र किं कार्यम् आगच्छति तत् किमर्थम् अनल्विधि इति वदामः, तत्र तु केवलं धातुत्वमेव अपेक्षते. पिब इति धातुत्वं स्वीकरोति, अत्र न वदति आकारान्तधातुः इति किमपि नास्ति खलु, तर्हि पिब इति न स्वीकर्तुं शक्यते. अत्र केवलं किं वदति, धातु किमपि धातुः तत्र भवतु, अनन्तरं ति प्रत्यय भ्वादिगणस्य धातुः, अनन्तरं तिङ् प्रत्ययः परे अस्ति चेत् शप् मध्ये आगच्छति इति अपेक्षितम्. तर्हि शप् आगत्य कार्यं करोति, कर्तरिषप् इत्यस्य प्रसक्तिः प्राप्तिः अपि भवति. किन्तु वयं यदि एवम् आसीत् सूत्रं, कर्तरिषप् विधानं केवलम् आकारान्तधातूनाम् एव भवति इति आसीत् चेत् कर्तुं शक्यते किम् अस्माभिः पिब इति यत्र आदेशः भवति, न कर्तुं शक्यते. किमर्थम् इत्युक्ते आकारान्तत्वम् अपेक्षते चेत् कर्तरिषप् इति सूत्रं तत्र तु न कर्तुं शक्यते, किन्तु तथा नास्ति. केवलं धातोः अनन्तरं किं प्रत्ययम् अपेक्षते, तत्तु अस्ति इति कृत्वा धातुसंज्ञा प्राप्नोति, तर्हि स्थानिवत् भावं स्वीकरोति आदेशः. यत्र अल्विधिकार्यं नास्ति, कर्तरिषप् इति अल्विधिकार्यं नास्ति इति कृत्वा स्थानिवत् भावं स्वीकृत्य धातुसंज्ञा अपि प्राप्नोति पिबति शब्दः. तथा एव अत्र किम् अस्ति पश्यामः चेत्, तर्हि अत्र अस्मिन्नेव विषये अस्मिन्नेव अवगमनार्थम् अल्विधिः इति अस्ति खलु, तस्य तु प्रथमं यत्र स्थानिवद् आदेशः स्थानिवद् भवति इति यत्र वदामः, गुणधर्माः इति सामान्यशब्दः अस्ति, तर्हि कीदृशगुणधर्माः भवितुम् अर्हन्ति इति अग्रिमपङ्क्त्यां विवृतमस्ति. केवलमहं गुणधर्माः इति कृत्वा धातोः विषये उक्तवती, धातुसंज्ञायाः विषये. तथा एव पदसंज्ञा अपि अस्ति, कस्यचित् अपि पदस्य स्थाने अन्यपदम् आगच्छति चेत् पूर्वतनपदस्य यत् संज्ञा आसीत् तादृशपदसंज्ञा अग्रे यः आगच्छति आदेशः, तदपि तथा एव संज्ञा प्राप्नोति इति गुणधर्माः इत्यनेन कः अर्थः इति अग्रे विवृतम् अस्ति. तर्हि अग्रे पश्यामः किम् अरुणा भगिनी पठति किं भगिनि? अस्मिन् सूत्रे विधानम् अपि अस्ति, स्थानिवद्भावः निषेधः अपि अस्ति, स्थानिवद्भावनिषेधः. आदिदेशसूत्रमस्ति यतोहि यस्य आदेशस्य स्वभावः तथा नास्ति स्थानि इव न, तस्य आदेशस्य स्वभावः तथा स्थानि इव अध्यारोप्यते. परिभाषासूत्रमपि अस्ति यतोहि स्वयं किमपि कार्यं न करोति, विधिसूत्राणां साहाय्यं करोति. स्थानिवद्भावः यदि न भविष्यत् तर्हि कार्यं न स्यात्. अहं न अवगतं भगिनि. भवती अवगच्छति एव भगिनि, नाटकम् अस्तु. अत्र किं स्थानिवत् आदेशसूत्रे स्थानिवत् आदेशो अनल्विध सूत्रेण सूत्रे अस्मिन् सूत्रे विधानसूत्रमस्ति, निषेधसूत्रमस्ति. तदेव भगिनि, तथा एव अस्ति. वयं तु सूत्रं पठितवन्तः खलु, विधिसूत्राणि सन्ति, निषेधकसूत्राणि सन्ति, अनन्तरम् अतिदेशसूत्राणि संज्ञासूत्राणि इति पठितवन्तः. तर्हि एतत् सूत्रं कीदृशसूत्रम् इति पृच्छामः चेत् त्रीणि कार्याणि अत्र उक्तानि. आदेशः स्थानिवद् भवति इति यत् अध्यारोपितं भवति, स्थानिनः यत् स्वभावः अस्ति, गुणधर्मः ये सन्ति तान् आरोपयामः आदेशस्य उपरि इति कृत्वा स्वभावपरिवर्तनं भवति इति कृत्वा आतिदेशसूत्रम् इति वक्तुं शक्यते. अनन्तरम् अनल् विधौ इति उक्तमस्ति इति कृत्वा निषेधकसूत्रम् अपि. एकनिमिषं पुष्पा भगिनी, अहं पूरयामि. निषेधकसूत्रम् इत्यपि वक्तुं शक्नुमः. अनन्तरं किमपि सामान्यतया पश्यामः चेत् परिभाषासूत्रमपि अस्ति, स्वयं किमपि कार्यं नास्ति, अस्य पृथक्तया किमपि कार्यं विधिकार्यं नास्ति, अत्र विधिकार्यं नास्ति खलु. तर्हि एतत्तु परिभाषासूत्रम् इत्यपि वक्तुं शक्यते. किम् अस्ति भगिनि? भगिनि किमपि वदति अस्माकं चत्वारि कार्याणि भवति अनेन स्थानिवत् आदेशो अनुविधो सूत्रेण. चत्वारि कार्याणि इत्युक्ते नास्ति भगिनि, यत्र कार्यम् इति वदामः इत्युक्ते विधि कार्यम् इति एव अस्माभिः अनुगन्तव्यम्. अत्र तु कार्यं किमपि नास्ति खलु, चत्वारि कार्याणि एव तस्य कार्यं भवति इत्युक्ते न सूत्रस्य कीदृश अस्माकं षड् विधाः सूत्राणि, षड्विधानि सूत्राणि सन्ति खलु. तर्हि कस्मिन् आपतन्ति इति वयं पश्यामः कीदृशसूत्रमिति. भगिनि आतिदेशकसूत्रम् इति वदनेन तदैव स्थानिवद्भाव तदेव अतिदेशसूत्रम् अतिदेशसूत्रम् इत्युक्ते पूर्वम् अस्माभिः अधीतम् आसीत् खलु, किमस्ति तेजि अपेक्षा इति सूत्रम् इत्युक्ते सि इत्यस्य स्थाने हि आदेशः भवति, अपित्वमपि आरोपयामः, तत् गुणधर्मान् परिवर्तयामः, आरोपितं भवति. अनन्तरं निच्छ इति सूत्रमस्ति, किमर्थं निच्छ नास्ति, तर्हि अहं म्यूट् कृतवती. एकनिमिषं सौम्या भगिनी, अहम् अन्म्यूट् करिष्यामि, किञ्चित् पञ्चनिमिषं ददातु. तर्हि अत्र किम् इत्युक्ते, अत्र भगिनी पूर्वम् अस्माभिः पठितमासीत् खलु, किमस्ति सार्वधातुकम् अपित् इति सूत्रं निद्वद् भवति इति. तर्हि सार्वधातुकम् अभित् निद्वद् इति यत्र वयम् उक्तम् अस्माभिः उक्तम् आसीत् तत्र तु यद्यपि अपित् सार्वधातुकप्रत्ययः नित् अपित् इति प्रत्ययः नित् नास्ति, तथापि वयं निद्वत् इति तत्र नित् आरोपयामः, तादृशस्वभावं नित्वत् स्वभावं वयम् आरोपयामः. तर्हि तद्भवति अतिदेशसूत्रमिति. क्षम्यतां स्वामि भगिनि, अहम् अन्म्यूट् कृतवती, श्रोतुं शक्यते भगिनि? नमस्कारः भगिनि. आं भगिनि. हा अस्तु भगिनि, अरुणा भगिनी अनुवर्तयतु. सम्यक् भगिनी कृपया म्यूट् मध्ये भवतु भगिनि. भवती प्रथमवारम् आगच्छति खलु अस्माकं चिन्तनमेलनं? अत्र इतोपि ध्वनिः श्रूयते, सौम्या भगिन्याः उत्तरमपि न प्राप्नोमि. सौम्या भगिनि, अस्ति किं भगिनि? म्यूट् अस्ति भगिनि. न न, अत्र ध्वनिः अस्ति भगिन्याः, अहं म्यूट् करोमि. अरुणा भगिनी कृपया. भगिनी, मम प्रश्नः, स्थानिवत् आदेशौ अनिल्विदौ सूत्रे केवलं विधिसूत्रमस्ति, निषेधसूत्रमेव अस्ति भगिनि? विधिसूत्रमिति कथं वक्तुमस्ति, विधिसूत्रमिति कथं वक्तुं शक्यते? अत्र तु आदेशः, किमपि आदेशं प्रेरयति, किं वदति, किम् अकारस्य स्थाने इकारः, नो चेत् पादतोः स्थाने पिब इति आदेशः किमपि अस्ति, किम् आगमः अपि नास्ति. इष्टगमीयमांशः इति अस्मिन् तु इच् धातोः तु चकारः आदेशः भवति खलु, अन्तिम आदेशः भवति. नो चेत् किम् अस्ति, क्षम्यतां, यत्र अमित् आगमः भवति, तादृशं किमपि नास्ति खलु भगिनि अत्र? पूर्वतया परिवर्तनम् आगच्छति, पातु पिब. अनेन सूत्रेण केवलं वयं स्वरूपं गुणधर्मान् आरोपयामः तावदेव. कस्य गुणधर्मान् इति, कत्र कस्य स्थाने कः वर्णः आगच्छति, कस्य शब्दस्य स्थाने कः शब्दः इति न चर्चयामः अत्र. कस्यचिदपि पृथक्त्या वयम् एषः आदेशः भवतु, आगमः भवतु इति वदामः चेत् तत्रैव लोपः भवतु इति वदामः चेदेव विधिसूत्रम् इति वदामः, तदेव कार्यम् इति वदामः. अत्र तु किमपि आदेशः, आगमः वा लोपः वा नास्ति खलु. अत्र केवलं यत्र स्वभावं वयं निर्णयं कुर्मः, यस्य कस्यापि स्थाने यः कः इति न उक्तवान्. स्थाने यस्य कस्यापि स्थाने अन्यः आगच्छति चेत्, यस्य स्थाने आगच्छति, स्थाने अस्ति, स्थानिनः स्वभावं स्वीकरोति, तादृश आदेशः अपि इत्येव वदामः इति स्वभावम् आरोपयामः. यः आगच्छति, कः गच्छति, अपगच्छति इति अत्र तथा नास्ति. यः वर्णः आगच्छति वा, शब्दः आगच्छति वा, पदम् आगच्छति वा इति सर्वं वयं, प्रत्ययः आगच्छति वा, प्रत्ययस्य स्थाने अन्यशब्दः आगच्छति वा इति वयं न चर्चयामः अधुना. केवलं यस्य कस्यापि स्थाने अन्यशब्दः आगच्छति चेत् स्थानिनः स्वभावं यत्किमपि भवतु, तद् गुणधर्मान् स्वीकरोति इति. तर्हि यत्र वयं गुणधर्मान् इति वदामः, तस्य तु भेदाः वर्तन्ते इति कृत्वा महोदयेन अग्रिमपङ्क्तिं सूचितम्, अनेन सूत्रेण इति पठति किं भगिनि? अनेन सूत्रेण सामान्यतया आदेशः स्थानिवत् भवति, अष्टसु स्थलेषु स्थानिवद्भावः भवति. काशिकायाम् एतत् अर्थं वाक्यम् अस्ति, धात्वाङ्गकृतदिता अव्ययसुप्तिङ्गपदादेषु पदादेशः अनेन. सूत्रं वदति कुत्र आदेशः सामान्यतया आदेशः स्थानिवत् कुत्र कुत्र भवति इति तदा सूत्रं कारिकायाम् अस्ति, कारिका अस्ति, अत्र वदति धातु अङ्ग कृत् तद्धित अव्ययासु अव्ययसुप्तिङ्गपद आदे पद अस्ति चेत् आदेशः भवति इति अत्र दत्तम्. आं भगिनि, तदेव धातु अङ्ग आद्य धातु अङ्ग स्थले आदेशः भवति, तदेव स्थानिवत् भवति. धातु धातु अङ्ग इति केवलं नास्ति, धातु भवतु, अङ्गं भवतु, कृत् भवतु, अदित भवतु, अव्यय भवतु, सुप् भवतु, तिङ् भवतu, पदं भवतु, एतेषां सर्वेषां स्थाने अन्य किमपि वा भवतु आदेशः. उदाहरणार्थं धातोः स्थाने अन्यशब्दः आगच्छति चेत् सः अपि नूतनः एव आगच्छति, तदपि धातुत्वं स्वीकरोति. तथैव अङ्गस्य स्थाने किमपि आगच्छति चेत् यत् अङ्गस्य एकस्य अङ्गस्य स्थाने अन्यशब्दः आगच्छति तर्हि एकः कोऽपि शब्दः भवतु तस्यापि अङ्गत्वं प्राप्नोति, अङ्ग इति संज्ञा प्राप्नोति. तथा एव कृत् प्रत्ययस्य स्थाने अन्यशब्दः आगच्छति चेत् तस्यापि प्रत्यय इति संज्ञा प्राप्नोति. तथा एव तद्विदस्य अव्ययस्यपि तथा एव, अव्ययस्य स्थाने अन्यशब्दः आगच्छति चेत् तदपि अव्ययम् इति वयं स्वीकुर्मः. तथा एव सुप्रत्ययस्य स्थाने, उदाहरणार्थं सुप् इति प्रत्ययः अस्ति, तस्य स्थाने तु वयं किमस्ति सुप्. तथा एव तिङ् इत्यस्य स्थाने, उदाहरणार्थं वदामि चेत् तिङ् वयम् अस्माभिः पठितं खलु, तिङ् आदौ तु लकारः अस्ति, अनन्तरं लकारस्य स्थाने तिङ् आगच्छति. तर्हि यत्र तिङ् अपि अस्ति, तिङ् इति आगच्छति, तिङ् अपि लकारः इत्येव वयं स्वीकुर्मः. संज्ञा लकार इति संज्ञा न त्यजति खलु, लकारः एव अस्ति. अनन्तरं तिङ् इत्यस्य स्थाने वयं किं कुर्मः, पुनः तिप्तस्जि इति योजयामः. तर्हि तिप् अपि तिङ् इति संज्ञा तिष्ठति, यद्यपि अहं तिप् इति योजयामि तथापि तिङ् एव अस्ति एतद्, तिङ् इति संज्ञा वर्तते, लकार इत्यपि संज्ञा वर्तते तस्य इति कृत्वा. तथा एव पदम् इति अस्यपि, एकस्य पदस्य स्थाने अन्यपदम् आगच्छति चेत् तस्यपि पदसंज्ञा प्राप्नोति, तदपि पदसंज्ञा प्राप्नोति इति. अत्र स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि दातु, पादातुस्थाने फिब् आगच्छति, तदेव आदेशः भगिनि. साक्षात् पश्यामः चेत् फिब् इति किमपि धातुः नास्ति, फिब् इति धातुः एव नास्ति, केवलं शब्दः अस्ति. किन्तु पादातोः स्थाने फिब् इति शब्दः आगच्छति इति कृत्वा फिब् इत्यपि धातुसंज्ञा प्राप्नोति. तथा एव सा धातोः स्थाने तिष्ठ, तिष्ठति केवलं शब्दः अस्ति. अहं उदाहरणं किं भगिनि, स्थाने अङ्गम् अस्ति चेत् तस्य स्थाने आदेशः अपि अङ्गं भवति. अत्र अष्टाध्यायी डाट् काम् मध्ये प्रत्येकस्य पृथक्तया उदाहरणानि अपि स्थापितानि. अत्र तिप् इत्यस्य तिङ् सर्वेषाम् अधुना वयं न पश्यामः, किन्तु तिङ् इत्यस्य स्थाने वयं दृष्टवन्तः खलु, तिङ् प्रत्ययस्य स्थाने तिप्तस्जि इति आयान्ति पृथक्तया. प्रथमपुरुषे एकवचने तु तिप् इति आगच्छति, तादृश तिप् इति यत् वयं वदामः, तिप् अपि तिङ् एव अस्ति. अनन्तरं तस्तस्समीपान् दान्तन्तामः इति एकं सूत्रमस्ति, लङ् लकारस्य लोट् लकारस्य अपि सूत्रस्य प्रसक्तिः प्राप्तिः अपि भवति. तर्हि तत्स्थाने यत्र वयं ताम् इति योजयामः, ताम् इति अपि तस् इत्यस्य एव तिङ् संज्ञां प्राप्नोति इति एव वयं स्वीकुर्मः. किन्तु तस् इति केवलं शब्दः अस्ति, ताम् इति क्षम्यतां, ताम् इति शब्दः अस्ति. वयं कुत्रचित् अपि ताम् इति तिङ् प्रत्ययः इति कस्मिन्नपि सूत्रे नास्ति, किन्तु अनेन सूत्रेण तस्तस्समीपां दान्तन्तामः इति सूत्रेण तत्र आदेशः भवति इति कृत्वा तस् इत्यस्य यत् संज्ञा अस्ति तदेव संज्ञां ताम् इत्यपि प्राप्नोति. अनन्तरम् अत्र त्वा प्रत्ययस्य स्थाने लप् प्रत्ययं योजयामः. तर्हि तदपि त्वा प्रत्ययस्य यत्किमपि संज्ञा अस्ति लेप् प्रत्ययस्य अपि भवति इति. अग्रे धन्यवादः. सौम्य भगिनी पठितुम् इच्छति किल, पठितवती किं भगिनी, पठतु भगिनि अष्ट विधाः. महोदय कः महोदय, अत्र स्थाने धातुः अस्ति चेत् तत् स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि धातुः भवति, स्थाने अङ्गम् अस्ति चेत् तस्य स्थाने आदेशः अपि अङ्गं भवति, स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि कृत् प्रत्ययः भवति, स्थाने तद्धितः प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तद्धितः प्रत्ययः भवति, स्थाने अव्ययम् अस्ति चेत् तस्य स्थाने आदेशः अपि अव्ययं भवति, स्थाने सुप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि सुप्रत्ययः भवति, स्थाने तिङ्प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ्प्रत्ययः भवति, स्थाने पदं भवति चेत् तस्य स्थाने आदेशः अपि पदं भवति, अत्र किं उक्तम् अस्ति चेत् कुत्र कुत्र आदेशः भवति धातु वा अथवा अङ्गं कृत् तद् अस्य स्थलेषु यदपि आदेशः तत् पूर्वं सानि किं भवति तदेव तस्य रूपमेव स्वीकरोति अतः गुणधर्माः ग्रहणं भवति इति तदेव महोदय किमपि तदेव आसीत् महोदय आशयः अग्रे अपि पठति तर्हि सामान्यतया आदेशः सानिवत् भवति सानिवत् कुत्र न भवति येन एकः स्पष्टविचारः मनसि आगते त्रयः कालः कल्पनीयः प्रथमकाले स्थानि अस्ति द्वितीयकाले आदेशः अस्ति तृतीयकाले कश्चन विधिः अस्ति अत्र दत्तं सानिवत् कुत्र भवति अथवा कुत्र न भवति इति बट् न भवति इत्यस्य एव अत्र दत्तं मनसि त्रयः कालः कल्प त्रयः कालः अधः अस्ति तदेव प्रथमकाले स्थानि अस्ति स्थानि अस्ति इत्युक्ते कथा धातोः अकारः न लोपः कदा एव तिष्ठति इति प्रथमकाले द्वितीयकाले आदेशः अस्ति चेत् तस्य अन्तिम अकारस्य स्थाने लोपो भवति तस्य लोपः एव आदेशः अत्र तृतीयकाले कश्चन विधिः अस्ति विधिः अस्ति अन्यसूत्रम् आदौपदया वा सूत्रमस्ति अहं चिन्तयामि अधोपदयाः सूत्रं वृद्धिकार्यं कर्तुम् इच्छति खलु उपदायः इकोर्णः वृद्धि दीर्घः भवति अत्र अधोपदायसूत्रेण परन्तु किन्तु यत् कर्तव्यम् इत्युक्ते अतोपदाय इति सूत्रम् अल्निमित्तिकं कार्यमस्ति खलु वर्णाश्रितं कार्यमस्ति एकं वर्णम् आश्रित्य भवति एकं वर्णम् आश्रित्य भवति ह्रस्व अकार अकारान्त तेषां कृते अस्ति खलु अकारान्तानां कृते इति अत्र अकारान्तः पूर्वसूत्रस्य अतो उपदायः अतो दातः वा लोपो भवति किल अतो सूत्रं किं सूत्रं महोदय अतो लोपः किं महोदय इति सूत्रेण अत्र अतो लोपः इति सूत्रेण अकारः लोपो भवति किल तस्य परम् अधोपदायः आदेशः सूत्रं सत्यं महोदय सत्यम् आं महोदय अतः अकारः लोपो तृतीयसोपाने अत्र कार्यं करोति वा अधोपदायः इति चिन्तयामः चेत् अत्र न भवति किमर्थं चेत् अल्विदौ अकारः यत्र भवति तत्रैव अधोपदयः कार्यं करोति इति अत्र अकारः लोपो भवति तस्य उपदायः स्थितः तकारः एव पश्यति इति कारणेन अत्र न वृद्धिः भवति इति तदेव महोदय किमपि तदेव आसीत् आं महोदय सत्यं पठामः महोदय अनन्तरम् अग्रे विधिः विधिः नाम विधिसूत्रस्य कार्यं तर्हि अत्र कालत्रयसाधनार्थं तु सूत्रद्वयम् आवश्यकम् अपेक्षितं प्रथमसूत्रे स्थानिनः स्थाने कश्चन आदेशः द्विविधि अनेन स्थानि यः आसीत् तस्य च स्थाने अधुना आदेशः आगतः तदानीं द्विविधसूत्रम् एकं नूतनं कार्यं दीयते इदं नूतनकार्यं तृतीयकाले भवति अत्र तृतीयकाले विशेषतः अवलोकनीयः अस्मिन् द्विविधसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति यः साणिनि आसीत् किन्तु साक्षात् आदेशः नास्ति तर्हि इदं कार्यं भवितुं न अर्हति यतोहि सः च अल् वर्णस्य स्वभावः आदेशः अद्य आरोपितं न शक्यते नाम अत्र स्थानिवद्भावः न सम्भवति एतत् वदामः अल् विधिः सूत्रम् अस्ति सानिवत् आदेशो अनल् विधौ आदेशः सानिवत् भवति किन्तु तादृशम् अल् विधिः अस्ति चेत् आदेशः सानिवत् न भवति. अत्र किम् उक्तम् अस्ति चेत् विधिसूत्रं कार्यं करोति इति अत्र दत्तम्. अत्र कालत्रयस्य साधनार्थं द्विसूत्रम् आवश्यकम् अत्र अपेक्षितं. प्रथमसूत्रं सानि अत्र सानि भवति अल् वर्णः अन्तिमवर्णः. अनन्तरं प्रथमसूत्रे तस्य लोपः भवति अतः आदेशः आगतः इत्युक्ते लोपः किं लोपः अकारलोपः परन्तु सानि आकारस्य किं सानि भवति तदेव गुणः अपि तत्र भवति लोपस्य स्थाने अपि. अनन्तरं द्वितीयसूत्रं कार्यं करोति अत्र नूतनकार्यं तृतीयकाले भवति. अत्र तृतीयकाले विशेष अवलोकनीयः अस्मिन् द्वितीयसूत्रे यानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अस्य स्थाने आसीत् किन्तु साक्षात् आदेश अत्र अल्वर्णः आसीत् प्रथम परन्तु लोपः भवति प्रथमसूत्रेण बट् आदेशः अल्वर्णः आगच्छति चेत् एव तस्य कार्यं करोति. आदेशः अकारः नास्ति अपि लोपः एव अतः अत्र अल्वर्णस्य स्वभावः आदेशः अत्र नास्ति अतः अल्विधिः एव भवति अत्र अत्र कार्यं न भवति. अतः अन्यसूत्रं सान्वत् आदेशः अनल्विधौ सूत्रमेव कार्यं करोति तदेव तस्य अर्थः महोदय. आं महोदय, यदि वयं उदाहरणार्थम् अल् विधिः यत्र तृतीयसोपाने किम् अस्ति जलन्तधातूनाम् इति अस्ति यत्र आदेशस्यापि जल् वर्णः अन्ते अस्ति चेत् सूत्रस्य प्रयोगः भवति एव. किन्तु जल् वर्णः यदि प्रथम यत् सोपाने जल् वर्णः अस्ति द्वितीयसोपाने यदि जल् वर्णः नास्ति चेत् जल्वर्णाश्रितं कार्यं तृतीयसोपाने अस्माभिः न कर्तुं शक्यते. किमर्थम् इत्युक्ते यत्र आदेशः अभवत् तादृशजल्वर्णम् आश्रितम् इति यत्र वर्णाश्रितं वदामः तत्तु नास्ति खलु द्वितीयसोपाने यत्र जल्वर्णः न. उदाहरणार्थं पादासोः स्थाने पिब आदेशः भवति. अधुना अस्माकमेकं सूत्रं किमपि भवतु यत्र अहं वदामि यत्र किमस्ति पिब आदेशः अस्ति किन्तु अहं वदामि यद् आकारान्तधातूनाम् एतादृशकार्यम् इति किमपि कार्यं पृथक्त्या अस्ति इति चिन्तयतु. तर्हि तादृशकार्यं यत्र पिब इति आदेशः अभवत् तत्र तु न कर्तुं शक्यते खलु. किमर्थं पिब इत्युक्ते हलन्तधातुः अस्ति आकारान्तत्वं तस्य न आरोपयितुं शक्नुमः. वर्णस्य यत् स्वभावः अस्ति तत्तु न आरोपितुं शक्नुमः. धातुः संज्ञाति किन्तु यत् वर्णम् अस्ति तस्य तु न आरोपितं पिब अपि आकारान्तत्वम् इति न कर्तुं चिन्तयितुमेव न शक्नुमः खलु. केवलं हलन्तः इति किन्तु उदाहरणं किन्तु अन्य उदाहरणं पश्यामः यत्र वयं भिन्नं पश्यामः यत्र एकः धातुः अस्ति इति चिन्तयतु यत्र हलन्तधातुः अस्ति पुनः तस्यैव हलन्तधातोः स्थाने अन्य हलन्तधातुः आगच्छति इति चिन्तयतु. तर्हि यत्र एकम् अनन्तरं तृतीयसोपाने एकं सूत्रम् आगत्य वदति हलन्तधातूनाम् एतादृशकार्यं भवतु इति वदति. तर्हि यद्यपि स्थानिवद्भावेन तत्र हलन्तत्वं तत्र न प्राप्नोति खलु आदेशः स्वयमेव हलन्तः अस्ति इति कृत्वा तृतीयसोपाने कार्यं सिद्धं भवितुम् अर्हति. किन्तु स्थानिवद्भावेन न प्राप्नोति तादृशं हलन्तं नो चेत् अकारान्तत्वं यत्र वर्ण आश्रितं यत्किमपि अस्ति तादृशस्वभावम् अस्माभिः आरोपयितुं न शक्नुमः इति सूत्रं वदति. तदेव अस्ति खलु. अत्र अकारः लोपः तदेव आगच्छति चेत् कार्यं भवति. न किन्तु तदपि न भवितुम् अर्हति. किमर्थम् इत्युक्ते अत उपादायः इति सूत्रं वदति उपधावर्णस्य अत्र तु तकारः न भवितुमर्हति. खत इत्यस्मिन् तकारः अस्ति उपधायां, तदपि न भवितुमर्हति. अस्य सूत्रस्य कृते न भवति एव. अत उपधायाः इति न अपेक्षते खलु. अस्तु अस्तु महोदय. एतावत् पर्यन्तं कस्यचित् अपि प्रश्नः अस्ति किम्? यत्किमपि भ्रमः वदतु कृपया, उच्यतां, परिशील्य वयम् अग्रे गच्छामः. नो चेत् एतादृश एतस्य संशयः पुनः अग्रिमसप्ताहे अपि भविष्यति. किमर्थम् इत्युक्ते अग्रिमसूत्रमपि अस्य एव आधारेण भवति. भगिनि, कथा धातु विषये प्रथमं कथा निच् प्रेरणार्थ निच् योजने समये अकारलोपः भवति अतो लोपेन. भगिनि, प्रथमकाले किम् अस्ति? खत इति अस्ति, खतयोगः इ इति अस्ति खलु. द्वितीयकाले आदेशः सम्भवति, लोपादेशः भवति अन्तिम अकारस्य स्थाने. केन सूत्रेण? अतो लोपः इति सूत्रेण. तर्हि कत् योगः इ इति द्वितीयसोपाने भविष्यति खलु. तृतीयकाले किं भवति? अधुना तृतीयकाले अतोपदायाः आगत्य कार्यं कर्तुम् इच्छति. अत्र तकार एव अस्ति, अत्र अकार अत्र पुनः कथ इत्यस्मिन् विषये वयम् अग्रिमसप्ताहे पश्यामः भगिनि. अत्र तु कथ इति अत्र अत उपादायः इति सूत्रं किं वदति? यदि ह्रस्व अकारः उपादायाम् अस्ति चेत् सूत्रस्य कार्यं भवति. किन्तु यत्र अधुना ह्रस्वकारः अस्ति खलु इति कृत्वा प्रसक्तिः अस्ति, किन्तु प्राप्तिः न भवति. किमर्थम् इत्युक्ते तस्य कृते अग्रिमसूत्रं वदति किमर्थं प्राप्तिः न भवति इति. अस्तु, अत्र भ्रमः जायते वयं यदि खत इति स्वीकुर्मः चेत्, एवं स्वीकुर्मः शास् इति कृते एव स्वीकुर्मः. तर्हि शास् योगः हि इति स्थितौ यदि प्रथमं वयं यदि वयं प्रथमं भूजलभ्योर्हेदि इति स्वीकुर्मः चेत् शास् योगः दि इति भवति. अधुना शाहौ इत्यस्य प्रसक्तिः अस्ति किं? दि हि समानौ किम् इति प्रश्नः आगच्छति. समानौ किं? शाहौ इत्यस्य प्रथमम् कार्यम् आगच्छति किम्? अत्र पुनः किञ्चित् उपरि गच्छति चेत् भूजलभ्यो हेति इति पर्वसूत्रम् इत्यनेन प्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शास् योगः हि इति सन्दर्भौ भूजलभ्योर्हेदि इत्यनेन हि स्थाने धि आदेशः. अधुना शास् योगः दि, शास् योगः योगः दि इति स्थितौ शाहौ इत्यस्य प्रसक्तिः अस्ति किं भगिनि? अरुणा भगिनी वदतु किमर्थम् अस्ति चेत् कृपया स्ववादं वदतु. नो चेत् किमर्थं न इति चेत् तदपि वदतु. सास् योगः धि सास् जल्व जल्वर्ण अस्ति. अत्र किं शाहौ इति अपेक्षते किं भगिनी? तु जल्वर्णः इति सरला भगिनी उक्तवती, तद् मा वदतु, स्वयं चिन्तयित्वा वदतु. शास् योगः हि इति स्थितौ सकारः जल्वर्णः अस्ति इति कृत्वा हि स्थाने दि आदेशः अभवत्. अधुना शाहौ इति सूत्रं किम् अपेक्षते? शास् स्थाने शा आदेशः भवतु हि परे इति. अधुना दि अस्ति खलु, हि अस्ति किम् इति? दि स्थानिवत् भवति न भगिनि? भवति वा इति प्रश्नः. तर्हि हि इत्यस्य स्थाने यदि दि इति आगतं तद् हि इति एव इति वयं वक्तुं शक्नुमः किम् इति. आं, स्थानिवद् अस्ति इति भगिन्याः वादः खलु, समीचीनमस्ति, तदपि समीचीनं. किमर्थं स्थानिवद् भावः अस्ति? हि इति प्रत्ययसंज्ञा अस्ति हि इत्यस्य. अत्र यत्र धि इति आदेशः भवति ति इत्यस्य प्रत्ययसंज्ञा भवति, भवति एव, स्थानिवद् एव अस्ति. हि इत्यस्य समानम् अस्ति धि इत्यपि भगिनि, तत्र न कापि चिन्ता. किन्तु अग्रिमसूत्रम् अल्लाश्रितं कार्यम् अपेक्षते. अग्रिमसूत्रे शा इत्य शास् इति धातोः स्थाने शा इति आदेशः भवतु हौ इति अस्ति, हकारादिप्रत्यये परे इति उक्तमस्ति. हौ परे इत्युक्ते केवलं हि परे इति इति अत्र हकारम् अपेक्षते खलु हकार एव रूपं अस्ति चेत् भगिनि भवत्याः दूरवाण्याः ध्वनिः आगच्छति, सम्यक् न श्रोतुं शक्नुमः. अवगच्छति किं भगिनि? अवगच्छति खलु. अधुना पुनः चिन्तयतु अग्रिम अग्रिमपङ्क्तिं यत् अस्ति तत्र यदि शास् योगः हि इति स्थितौ प्रथमं शाहि शाहौ इति कार्यं करोति चेत् किं भवति? सा योगः हि इति प्राप्नोति. तर्हि स्थानिवत् भवति वा शास् इत्यस्य स्वभावं स्वीकरोति किं भगिनि? शास् इति धातुः अस्ति, शा अपि धातुः अस्ति किम्? शापि धातु. उत्तमं, तदेव भगिनि. तत्र गुणधर्मः सर्वे गुणधर्मः स्वीकरोति एव, केवलम् अल्लाशितं गुणधर्मं न स्वीकरोति इति एव. शास् इत्यस्मिन् तदपि शास् धातुः अस्ति, शा अपि धातुः इत्येव संज्ञा प्राप्नोति. किन्तु शास् इति सकारान्तधातुः अस्ति, शा सकारान्तधातुः अस्ति किं? न इत्येव वक्तुं शक्नुमः खलु. सत्यमस्ति, तदेवस्ति. वर्णाश्रितं यत्किमपि भवति चेत् तत् न स्वीकर्तुं शक्यते. तर्हि हु जल्गर् हेदि इत्यस्य प्रसक्तिः भवितुमर्हति किम्? सामान्यतया पश्यामः चेत् न भवति. किमर्थम् इत्युक्ते हलन्तेभ्यः धातुभ्यः एव हि स्थाने बि भवति. अत्र तु हलन्तधातुः नास्ति, आकारान्तधातुः अस्ति श इति. वर्णनिमित्तिकं तद् न प्राप्तुं शक्नोति खलु. तर्हि अग्रे कथं किन्तु सम्भवति झूजल्भ्यो हेदि इत्यस्य कार्यं सम्भवति. किमर्थं सम्भवति इति अन्यवादः अस्ति. भिन्नकार्येण सम्भवति, भिन्नं कार्यम् अस्ति. किन्तु साक्षात् वयं तु तत्र शाहिधि इत्यस्मिन् शास् अपि शा इति शब्दः यत् आगच्छति आदेशः, तदपि स्थानिवद् अस्ति इति कृत्वा कार्यं न भवति. अनेन कार्यं न भवति, स्थानिवद्भावेन हूजल्भ्यो हेति कार्यं न भवति एव. किमर्थम् इत्युक्ते यत्र वर्णनिमित्तिकं गुणः यत् अस्ति तद् न स्वीकरोति, केवलम् अन्ये गुणधर्मः एव. उदाहरणं धातु संज्ञा स्वीकरोति, निश्चयेन स्वीकरोति. अस्तु भगिनि, अवगतं खलु. सत्यं भगिनि, अन्ये धर्मान् स्वीकरोति, वर्णधर्मं न स्वीकरोति. तत्र किमर्थं भवति इति अन्यप्रश्नः अस्ति भगिनि. तत् अग्रे उक्तवान् शाहि इत्यस्मिन् कुतः आगच्छति इति स्थानिवद्भावेन अत्र न प्रचलति. हुजल्भ्यो हेदि शास् अपि शा अपि शास् अस्ति इति वयं न स्वीकर्तुं शक्यते. सकारः अस्ति इति न स्वीकर्तुं शक्यते अस्माभिः. किन्तु अन्यरीत्या तत्र कार्यं भवति, तद् अग्रे उक्तमस्ति भगिनि. अस्तु, अग्रे पश्यामः. भगिनि, हि अधि न भवति यदि हुल्जल्भ्यो हेदि प्रथमं कार्यं करोति, तत्रापि स्थानिवत् कार्यं न करोति कारणं कि अल् विधि आश्रिता कार्यं भवति. साधु शाहविधि अल् विधि आश्रितं कार्यमस्ति. सत्यं, तदपि सम्मानमस्ति. आम्, समीचीनं. दि इति हि इत्येव दि अपि अस्ति, हि इति प्रत्ययः अस्ति, दि अपि प्रत्ययसंज्ञां प्राप्नोति. किन्तु हि हकारादि प्रत्ययः नास्ति खलु, हकारः तत्र नास्ति. दि इत्यस्मिन् हकारः नास्ति इति ज्ञातमेव अस्माभिः. अल् वर्ण आश्रितकार्यम् अस्ति, अतः अन्नविधो इति भवति. अस्तु, तद् न भवति. अस्तु भगिनि, अग्रे पश्यामः. अग्रे सरे मा, कस्य क्रमः आसीत्? सरला भगिनी पठितवती. अस्तु, हा, एकम् उदाहरणं सरला भगिन्याः. आम्, एकम् उदाहरणं पश्यामः. अर्धधातुकस्य वला आसीत् बलादे सप्तम्यादासे द्वितीयपादे पञ्चत्रिंशत् सूत्रम् इति सूत्रेण आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमो भवति। तर्हि इदं कार्यम् अयं विधिः अवश्यम् अल् विधिः अस्ति, अल् आश्रितविधिः, यतोहि तस्य निमित्तेषु अल् वर्णः वर्तते। आर्धधातुकप्रत्ययस्य आदौ कश्चन वल् प्रत्याहारस्य स्थितः वर्णः भवेत् इति कृत्वा अल् विधिः। आर्धधातुकवलादे इति सूत्रेण यदि कुछ कार्यं भवति आर्धधातुकप्रत्ययपरि अस्ति तस्य आदौ यदि वल् प्रत्याहारस्य कोऽपि वर्णः अस्ति तद् इदागमो भवति। तत् वल् प्रत्याहार इति अल् आश्रितवर्णः भवति तत्र, सो अल् विधि इति वयं वदामः। तत्र अल् आश्रित यः कार्यं भवति वल् प्रत्याहारकारणे इति अल् विधि इति आगच्छति। तत्र उदाहरणमस्ति लिख् योग समान कर्तकयो पूर्वकाले इत्यनेन कित्वा विधीयते। लिक् योग कित्वा, लिक् योग त्वा आर्धधातुकस्य वलादे इत्यनेन त्वा वलादि आर्धधातुकप्रत्ययः तस्य डागमो भवति। लिक् योग इ त्वा लिखित्वा, लिक् इति धातु, लिख इति धातुः अस्ति औपदेशकधातु, तस्य लौकिक लिक् भवति। समानकर्तिकयो पूर्वकाले इति सूत्रेण यदि कित्वा इति पूर्वकाले कित्वा इति कृत् प्रत्यय भवति तद् योजयामः। लिक् योग कित्वा तत्र ककारस्य लसकु तद्वत्ते इति सूत्रेण लोपः भवति, सो लिक् योग त्वा भवति। इदानीम् आर्धधातुकस्य वलादे इति सूत्रस्य कार्यं भवति, कारणकी तकार वलादि अस्ति, लिक् इति धातु सेत् अस्ति, सो इदागमस्य प्रकूलता भवति, सो इदागम अनुकूलं भवति, अतः लिक् योग इ योगत्वा भवति। पुनः लिक् इदागम अस्ति, सो आद्यन्तटकितो इति अनेन तस्य पूर्वं भवति, आगम प्रत्ययस्य पूर्वम् आगच्छति, सो लिक् योग इ योगित्वा लिखित्वा इति निष्पन्नं भवति। अधुना यदि वि उपसर्गपूर्वक लिख् धातु स्वीकुर्मः, विलिख् समानकर्तकयो पूर्वकाले इत्यनेन कित्वा विलिख् योग कित्वा, समासे नञ् पूर्वे कित्तो ल्यप् इत्यनेन समासे सति धातोः पूर्वम् उपसर्गः अस्ति चेत् समासः, कित्वा स्थाने ल्यप् आदेश, विलिक् योग ल्यप्, विलिक् योग य। अधुना आर्धधातुकस्य इत् बलादे इत्यनेन इडागमो भवति वा, यः प्रत्यय बलादि नास्ति परन्तु त्वा स्थाने यः विहित किल, इतः स्थानिवद्भावं कृत्वा अयं यः प्रत्ययः त्वा इव स्यात्। अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकम् आगम्यमानेन विधिसूत्रेण तादृश अल् विधिः इष्यते किम्। आर्धधातुकस्य इद् वलादे इत्यनेन अल् विधिः भवति एव, निमित्तम् अस्ति वलादि प्रत्यय, स च अल् वर्ण तकारस्थानिनि त्वा इत्यस्मिन् आसीत्, किन्तु आदेशे य इत्यस्मिन् नास्ति, अतः अत्र अल् विधौ कर्तव्ये स्थानविद् भावो नास्ति। नाम त्वा प्रत्ययस्य वलादित्वं यः प्रत्यय आरोपयितुं न शक्यते, अस्य दागमः न भवति, रूपं भवति विलिख्य। अस्तु, इदानीं उपसर्गपूर्व वि उपसर्गपूर्वलिख् धातु विलिख् इति भवति समासः। यदि उपसर्गपूर्वं धातुः अस्ति समानकर्तकयो पूर्वकाले जनेन कित्वा आगच्छति। इदानीं उपसर्गपूर्व अस्ति सूत्रं समासे नञ् पूर्वे कित्तो ल्यप् कित्वा स्थाने ल्यप् आगच्छति, समासे नञ् पूर्वे कित्तो ल्यप् इति सूत्रेण, सो इदानीं भवति विलिख् योग ल्यप् योग, सो ल्यप्स्य पकार लकार तस्य लोपः भवति, य अवशिष्यते, विलिख् योग य इदानीम् आद्यधातुकस्य द्वितीयसूत्रं प्रथमकालं भवति ल्यप् प्रत्ययस्य आदेश कित्वा इति स्थाने ल्यप् प्रत्ययस्य आदेश प्रथमकाल द्वितीयकालम् आदेश यत् य ल्यप् य अस्ति तस्मिन् यदि कित्वा इति तस्य आरोप्य तदपि प्रत्ययः अस्ति यदि कित्वा तस्य कित्वा वल् प्रत्याहारे आगच्छति यकार वल् प्रत्याहारे नास्ति अस्ति यदि वल् वल्लि वल् वल्त्वं यकार आरोप्यं शक्यते वा न इति स्थितिः आगच्छति कारण कि द्वितीयसूत्रम् आदधातुकस्य वल्लादे इति सूत्रस्य कारणे इदागमविधि भवेया न इति निश्चितं कथं करणीयम् इत्यस्य स्वभाव यकार दकारवल् प्रत्याहारे अस्ति यकारवल् प्रत्याहारे नास्ति इदानीं वल् यकारे आगच्छति वा न स्थानीवत् भवति किन्तु तकारस्य तस्य वल् इति अल् विधिः अस्ति तस्य अल् आश्रित कार्यं भवति यदि वल् प्रत्याहारस्य कोऽपि वर्णः अस्ति तदायि इडागमः भवति इदानीं यकार वलि नास्ति अतः तत् अल् आश्रित कार्यं न भवितुं शक्नोति तर्हि स्थानीवत् अनल्विधौ इति अनेन अल्विधि भूत्वा च निषेधः भवति अत्र सो कार्यं न भवति विलिख्य इति एव भवति इदागमः न भवति साधु अवगमनं आं भगिनि आमां भगिनि भगिनि सम्यक् अवगतवती आम् अग्रे पश्यामः अस्तु अग्रे कः पठिष्यति पुष्प भगिनि पठति किं किम् आम् पुष्प भगिनि क्षम्यतां भगिनि म्यूटेड् अस्ति अहं म्यूट् करोमि किम् एकनिमिषः भगिनि एकनिमिषं वाटर् फिलप् मार्ते एनि फिलप् मार्ते वा एकनिमिषः ऐम् सारि अत्र अत्र इदं अत्र अत्र अस्माकं त्रयं त्रयः कालाः के तत् तदेव न आं भगिनि प्रथमकाले स्थानी अस्ति त्वा त्वा अत्र त्वा आगच्छति द्वितीयकाले आदेशः अस्ति ल्यप् यकारः अस्ति तृतीयकाले कश्चन विधिः अस्ति प्रत्ययः अकारः अपि खलु अनन्तरम् अकारः अपि अस्ति इति कृत्वा य इति प्रत्ययः ल्यप् तु लकारः गच्छति पकारः हलन्त्यम् इत्यनेन त्य एव तिष्ठति तृतीयकाले कश्चन विधिः अस्ति इडागमः आर्धधातुक आर्धधातुकस्य इद्वलादे आर्धधातुक आर्धधातुकस्य आर्धधातुकस्य इड्वलादेः इति आर्धधातुकस्य आर्धधातुकस्य इड्वलादे तदेव एतादृशं चिन्तनं सर्वत्र करणीयं शास्त्रे अयम् अल् विधिः चतुर्प्रकारकः इति उच्यते चतुर्प्रकारः इति उच्यते स्थानिवदादेशो अनल्विधौ विधौ इति सूत्रे अल् विधिः इति एकः समासः स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते अलाविधिः तृतीयतत्पुरुषः अलाविधिः तृतीयतत्पुरुषः, अलः विधिः पञ्चमी तत्पुरुष, अलः विधिः षष्ठी तत्पुरुष, अलि विधि सप्तमी तत्पुरुष. इत्युक्ते अल् विधौ अल् द्वारा कार्यम् अल् वर्णमपि भवतु किमपि भवतु तत्र तृतीयविभक्ति सर्वे अपि तृतीय पञ्चमी षष्टि सप्तमी सर्वे अपि कार्यं करोति. पूर्वं कार्यं वा परं वा निमित्तं तद् किं यत्किमपि भवतु यदि अलाश्रितं भवति चेदेव अत्र अनल् विधौ इति आगच्छति स्थानिवद्भावन स्थानिवदादिविषयविधौ इत्यस्य कार्यम् एकभागम् अल् द्वारा कार्यं, द्वितीयम् अल् वर्णात् परं कार्यं, तृतीयम् अल् वर्णस्य स्थाने कार्यं स्वयं स्थाने, चतुर्थम् अल् वर्णात् पूर्वं कार्यम्, चतुर्थं सप्तमी अल् वर्णात्. तर्हि अल् विधिः इति सूत्रे उक्तम् अस्ति, अल् विधौ इति अस्ति खलु, तत्तु समासः अस्ति. तर्हि समासस्य विग्रहवाक्यं कथमायाति चतुर्विधाः भवन्ति विग्रहवाक्यानि चतुर्विधानि, अलाकार्यम् अलः कार्यम्, अलः इति षष्ठी अलः कार्यम्, अनन्तरं सप्तमी अपि उक्तं. चतुर्षु अपि स्थलेषु प्रसक्तिः अस्ति, सूत्रस्य तु कार्यं भवति आदेशो अनल् विधौ किमपि वर्णनिमित्तं कार्यं भवतु तत्र तु न भवति इति स्वयं कार्यमपि भवति. उदाहरणानि ऐ थिङ्क् नास्ति उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतावत् एव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल् वर्णः निमित्तरूपेण अपेक्षितः अस्ति यः केवलं मूलस्थाने आसीत् अपि च आदेशे नास्ति, तर्हि स्थानिवद्भावनिषेधकत्वात् अयम् अल् विधिः न भविष्यति. परं पठामि, परन्तु मनसि एतावदेव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल् वर्णः निमित्तरूपेण अपेक्षितः अस्ति यः केवलं मूलस्थानिनि आसीत् अपि च आदेशे नास्ति. एतदपि अस्माभिः दृष्टम् आसीत् उदाहरणार्थं पिब आगच्छति किन्तु आकारान्तधातूनाम् इति एकं सूत्रमस्ति चेत् तत्तु पिब इत्यस्मिन् न कार्यं करोति. किमर्थं पिब इति आकारान्तधातुः नास्ति, आदेशे तु स्थानिनी आकारत्वम् अस्ति, आकारान्तत्वम् अस्ति, किन्तु यत्र आदेशे तु आकारान्तत्वं नास्ति हलन्तत्वम् अस्ति इति कृत्वा कार्यं न भवति. तथा एव किन्तु यत्र उदाहरणार्थम् एकस्य हल् किमस्ति हल् धातोः स्थाने अन्य हल् धातो हलन्तधातोः स्थाने कुर्मः चेत् अनन्तरं तृतीयं कार्यम् आगत्य वदति हलन्तधातूनाम् एतादृशकार्यं भवतु इति वदति चेत् स्थानिवद्भावेन आदेशः हलन्तत्वं न प्राप्नोति खलु. स्वयमेव हलन्तमस्ति चेत् तत्र कार्यं भवति एव, तर्हि हलन्तम् अपेक्षितं चेत् स्थानिनि आदेशे अस्ति स्वयम् अस्ति वा इति द्रष्टव्यं. वर्णनिमित्तिकं कार्यं यत्किमपि भवतु वर्णनिमित्तिकं कार्यं आदेशे स्वयम् अस्ति चेत् तत् सम्भवति एव, किन्तु पूर्वं स्थानिनि आसीत् अतः आदेशे अपि अस्माभिः आरोपितव्यः इति न वक्तुं शक्यते, आरोपितुं न शक्नुमः, केवलं अन्यगुणधर्मः एव आरोपयितुं शक्नुमः इति. अत्र समयः अपि अतीतः, अत्र एतावत् पर्यन्तम् अत्र किञ्चित् अनल् विधौ इति सूत्रे अल् विधिः इति समासस्य चतुर्णाः चतुर्णां विग्रहवाक्यानां कृते एक एकस्य दृष्टान्तः दीयते. एतदेव एकैकं तृतीयविभक्तिम् उपयुज्य चतुर्थीविभक्तिं निमित्तं परनिमित्तं यद्भवति तद् इति कृत्वा एकैकं पूर्वनिमित्तं परनिमित्तम् इति एकैकं पुनः पश्यामः. तस्य उदाहरणसहितम् अत्र अस्ति. किन्तु अत्र एतावत् पर्यन्तं प्रश्नाः सन्ति किं यत्र यत्र वयं स्थानिवद्भावौ अनल्विधौ इति सारांशः यदस्ति. आदेशः स्थानिवद् भवति इति तु सत्यं, किन्तु यत्र अलाश्रितं कार्यम् आगत्य कार्यं कर्तुम् इच्छति चेत् अलाश्रितं यत्किमपि विधिः भवतु तस्मिन् सन्दर्भे विधौ इति विशेषोक्तमे अस्ति. अलाश्रितं कार्यस्य विषये तत् न भवति आरोपयितुं स्थानिवद् न भवति आदेशः, किन्तु अन्यगुणधर्माः आरोपयितुं शक्यते अस्माभिः इति सूत्रस्य सारांशः. प्रश्नः अस्ति किं कस्यचित् अपि? एतावत् पर्यन्तं सम्यक् अवगतं. आं भगिनि, तर्हि विरमामः. एतावदेव मुख्य अंशः अस्ति अस्माकम् अग्रिमसूत्रस्य अच परस्मिन् पूर्वविधौ इति कथ इति धातोः विषये आगच्छति अस्माकं निच् प्रक्रियायां. तस्य अवगमनार्थम् एतावत् पर्यन्तम् अपेक्षितम्. अग्रे यत्किमपि अस्मिन् करपत्रे दत्तमस्ति तत्तु अस्माकं किमस्ति पुनः चर्चायाः कृते अवगमनं. इतोपि अधिकविषयाः सन्ति तावदेव एतावत् अस्माभिः यद् दृष्टं तदेव सारांशः वर्तते. अस्तु, तर्हि विरमामः. किं धन्यवादः. धन्यवादः. धन्यवादः.